सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अद्य नूतनविषयः आरप्स्यते, तुदादिगणः इति विषयः. अदन्ताङ्गेषु अयं तृतीयः गणः तुदादिगणः इति. अत्र विकरणप्रत्ययः श इति विकरणप्रत्ययः इति वयं जानीमः. अत्र ष इति प्रत्ययम् आधारीकृत्य किञ्चित् चिन्तनं भवति. तर्हि करपत्रम् आरम्भं कुर्मः, करपत्रस्य आरम्भं कुर्मः. तर्हि तत्र उषाभगिनी आरम्भं करोति वा? आं भगिनि. तुदादिगणे कर्त्रर्थे सार्वधा तुदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श विकरणप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः. तदा कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अतः तुदादिभ्यः शः कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यम् सिद्ध्यति. आं भगिनि, तुदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श विक्रणप्रत्यय विहितः अस्ति. कर्तरि शप् इत्यनेन प्रथमं कर्तरि शप् इत्यनेन शप् आयाति. तदा कर्तरि शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः कार्यं करोति. तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् व्यर्थं भवति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. वयं पठितवन्तः सर्वे प्रथमगणधातुतः दिवादिभ्यः चतुर्थगणधातुतः अण्ड कार्य अत्र चतुर्थगणधातुतः भवति वा कर्तरि शप्? न भगिनि, प्रथमम् आयाति, देन् दिवादिभ्यः श्यन् इत्यनेन कर्तरि शप् प्रबाद्य दिवादिभ्यः श्यन् इति कार्यं करोति. न, कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः कुत्र कुत्र भवति? कर्तरि शप् इत्यनेन एनी शप् प्रत्ययेन कर्तृर्थे विहितः भवति चेत् तद्गणे प्रथमं शप् आयाति. न तत् आयाति, न एकक्षणम्, आयाति तत् प्रबाद्य अन्यत् भवति इति तत्र अवकाशः अस्ति इति न वक्तुं शक्यते. अवकाशः इत्युक्ते प्राप्तिः. कुत्र अस्ति प्राप्तिः कर्तरि शप् इत्यस्य? सार्वधातुकप्रत्ययः इत्यनेन भुवादिगणे प्रथमं भुवादिगणे क्युरादिगणे सर्वत्र भवति किल कर्तृके परे सर्वत्र प्रसक्तिः अस्ति, परन्तु प्राप्तिः कुत्र कुत्र अस्ति? प्रथमगण भ्वादिगणे अस्ति, अस्ति भ्वादिगणे अस्ति, चुरादिगणे अस्ति भगिनि, चुरादिगणे अस्ति. अनन्तरं सनन्तधातवः सोमः यङ् प्रत्यान्तः शक्यङ्ग् क्विप् इत्यादि तत्र सनन्तधातवः सन्ति चेत् तत्रापि कर्तरि शप् इत्यस्य अवसरः भवति. निजन्तः सर्वत्र भवति, कर्तरि शप् इत्यस्य बहुत्र अन्यत्र लब्धावकाशः अवकाशः अस्ति. तुदादिभ्यः श इत्यस्य कुत्र अस्ति अन्यत्र लब्धावकाशः? तुदादिभ्यः शः तुदादिगणे एव प्रथमं भवितुं कार्यं कर्तुम् अर्हति भगिनि. तुदादिभ्यः शः अतः किं तुदादिभ्यः शः इति अपवादसूत्रम् इति भूत्वा पूर्वपर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया अपवादसूत्रम् अत्र कार्यं करोति न चेत् व्यर्थं भवति इत्यनेन अति अण्ड अपवादः इत्यनेन बलवत् भवति. समीचीनं. पर इत्युक्ते तत्र आदौ किं वक्तव्यम् इति चेत् तुदादिभ्यः शः इत्यस्य तत्र कर्तरीशप् इत्यस्य यथा तत्र अन्यत्र लब्धावकाशः अस्ति तुदादिगणं विहाय, तुदादिगणं विहाय इदानीं तुदादिगणः एव अस्माकं चिन्तनमस्ति खलु, चिन्तनस्य कार्यक्षेत्रं तुदादिगणः अस्ति. अतः तुदादिगणं विहाय कर्तरीशप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति चेत् बहुत्र अस्ति. तादृशं तुदादिभ्यः श इत्यस्य अस्ति वा अन्यत्र लब्धावकाशः? नो, कुत्रापि नास्ति अन्यत्र, कुत्रापि नास्ति तस्य अवकाशः, केवलं तुदादिगणे एव भवितुम् अत्र तुल्यबलविरोधः नास्ति. अनयोः सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति, अतः विकृतिषेवे परं कार्यम् इत्यस्य अवसरः नास्ति अत्र खलु. अतः तत्र अपवादस्य चिन्तनम् अस्ति अत्र, केवलम् अस्मिन् गणे एव अस्य प्रयोगः इति कृत्वा तुदादिभ्यः शः इति सूत्रम् अत्र कार्यं न करोति चेत् तत् सूत्रमेव व्यर्थं भविष्यति इति कृत्वा तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रं कर्तरीशप् इत्यस्य. समीचीनम्. अस्तु, धन्यवादः. धन्यवादः. अस्तु, इदानीम् अग्रे मीना भगिनी पठतु. तुदादिभ्यः शः तुदादिगणे स्थितेभ्यः धातुभ्यः शप् प्रत्ययः भवति कर्तर्तृकसार्वधातुकप्रत्यये परे. तत् आदिर्येषां ते तुदादयः बहुव्रीहिसमासः तेभ्यः तुदादिभ्यः. तुदादिभ्यः पञ्चम्यन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रम्. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातो अनेकाचो हलादेः क्रियासमधिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, तुदादिभ्यः धातुभ्यः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र तुदादिभ्यः शः इति विवरणमस्ति. यत्र शप्रबाद्य तुदादिभ्यः शः इति सूत्रम् आगच्छति विकरणप्रत्यये. तत्र शप्रत्ययः प्रबाद्य कर्तृके तत्र सूत्र तुदादिभ्यः तुदादेशामे से तुदादयः समासम् अहं न सम्यक् न जानामि भगिनि. तुदादेशां ये तुदादयः बहुभिः समासः तुदा कीदृशसमासः बहुव्रीहिसमासः तुदादिभ्यः इति अत्र तुदादिभ्यः इति अत्र अत्र कस्य विशेषणमस्ति? आदिः इत्यस्य किल तुदादिः तुदादिभ्यः तुदादिभ्यः इति एकः तुदादिः इति एकः शब्दः. तुदादिः इति समस्तपदमस्ति. समस्तपदं तुद् आदिः तुदादिः येषां ते इति उक्तं. धातुभ्यः इत्यस्य विशेषणं भवति तुदादिभ्यः इति. इत्युक्ते तत्र एकः धातुः अस्ति, तस्य वर्णनम् अत्र क्रियमाणं वर्णनं क्रियमाणमस्ति तत्र कथं तत्र वर्ण्यते चेत् धातुः तादृशधातुः यस्य आदौ तुद् अस्ति इत्युक्ते तत्र आदिमः धातुः तुद् इति धातुः यस्य गणस्य वर्तते तादृशगणस्य उल्लेखः भवति अत्र तुदादिभ्यः इत्यनेन इत्युक्ते धातोः समुदायः यः अस्ति तस्मिन् समुदाये आदिमः प्रथमः धातुः अस्ति तुद् इति अतः तत्र वर्णनं भवति तुदादिभ्यः धातुभ्यः इति बहुव्रीहिसमासः सर्वदा विशेषणं भवति अतः तुद् आदिः येषां ते येषां समुदायस्य तुद् आदिमः अस्ति तादृशस्य वर्णनं तुदादिभ्यः इति तुदादिः इति समासः तस्मा तेभ्यः इति पञ्चम्यन्तं तेभ्यः धातुभ्यः शप्रत्ययः भवति इदानीं वदतु तुदादिभ्यः धातु यस्य गणे तुद् इति धातुः आदौ अस्ति तत् तुदादि तत् तस्मात् परस् परस्य शः प्रत्ययः क्रिया गच्छति यस्य गणस्य आदौ तुद् इति धातु अस्ति तस्य धातोः यः धातोः परं यः प्रत्ययः आगच्छति शप् प्रत्ययः आगच्छति कर्तरि शार्वधातुके समीचीनम् इत्युक्ते कर्तरि शप् इति सूत्रे कथम् अस्ति लक्षणं तथैव अत्र अपि अस्ति तत्र कर्तरि शप् इति सूत्रे तत्र तुदादिभ्यः इति न उक्तं केवलं धातुभ्यः शप् प्रत्ययः भवति कर्तरि सार्वधातुके इति उक्तम् अत्र धातोः विशेषणमपि दत्तमस्ति विशिष्टधातुः अस्ति चेदेव शप्रत्ययः भवति कर्तरार्थके सार्वधातुके प्रत्यये परे अत्र निमित्तमस्ति तत्र अस्माकं विवक्षा कर्तरीप्रयोगः अस्ति इत्युक्ते यत्र कर्तुः प्राधान्यं वर्तते यस्मिन् वाक्ये रामः ग्रामं गच्छति इति वदामः चेत् गच्छति इति अत्र तिङ् प्रत्ययः यः प्रत्ययः अस्ति गम्योगः शप्योगः ति इत्यत्र तिङ् प्रत्ययः कर्तरार्थे अस्ति इत्युक्ते तिङ् प्रत्ययेन कर्ता उक्तः भवति इत्युक्ते कर्तुः प्राधान्यं वर्तते तादृशसन्दर्भेषु तुदादिभ्यः धातुभ्यः शप्रत्ययः भवति इत्युक्ते कर्मणि विवक्षा यदा भवति तदानीं शप्रत्ययः न भवति इति अर्थः अस्तु धन्यवादः कोऽपि संशयः अस्ति वा अग्रे गच्छेमः नो चेत् अस्तु अग्रे लक्ष्मी भगिनी आं भगिनि कर्तरि शप् इति आरभ्य खलु धातुतः शप् प्रत्ययः भवति कर्तृतकः सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके कर्तरि शप् इति सूत्रस्य अर्थः धातुतः शप् प्रत्ययः भवति यदा कर्तृतकसार्वधातुकप्रत्ययः परे अस्ति चेत् इति अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके यदा सार्वधातुकप्रत्ययः परे अस्ति सः कर्तृतकः च अस्ति तस्मिन् सन्दर्भे धातोः अनन्तरं शप् प्रत्ययः विधीयते इति उक्तम् एतत् सूत्रम् अग्रे पठामि कृते पठतु अयं श प्रत्ययः षित् इति कारणतः तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः तस्मात् कारणात् श प्रत्ययः परे परश्चेत् सार्वधातुक अर्थधातुकयोः पुगन्धलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितं परन्तु श अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण निद्वत् निद्वत् अतः निति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धम् यदा उक्तम् अत्र कर्तृशप् इति आयाति चेदपि तत् प्रभाद्य तुदादिभ्यः शः इति सूत्रम् आयाति आगच्छति श इति अत्र श इति विकर्णप्रत्ययः षित् अस्ति अतः सार्वधातुकप्रत्ययः अस्ति तिंषित् सार्वधातुकम् इत्यनेन किन्तु अपित् च अस्ति, श इति प्रत्ययः अपित् अस्ति, अतः यतोहि सार्वधातुकप्रत्ययः इति कारणेन गुणकार्यस्य प्रसक्तिः अस्ति सार्वधातुक अर्थधातुकयोः अथवा पुगन्धलघुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः भवेत्, किन्तु अपित् अस्ति इति कारणेन सार्वधातुकम् अपित् इति अतिदेशसूत्रम् आगत्य अत्र अपित् अस्ति इति निद्वत् भवति इति उक्तम्। अपित् सार्वधातुकप्रत्ययः, निद्वत् भवति इति एतत् सूत्रं वदति। निद्वत् इत्यस्य स्वभावः नितिच इति सूत्रेण प्रदर्श्यते। नितिच इति सूत्रं वदति यत्र यत्र कित् नित् गित् प्रत्ययः परे भवति तत्र गुणकार्यं न चेत् वृत्तिकार्यं न सम्भवति इति नितिच इति सूत्रात् अवगम्यते। समीचीनम्। अत्र किमपि नूतनं नास्ति, यथा पूर्वस्मिन् करपत्रे तथैव अत्र अस्ति, तर्हि अग्रे गच्छेम। बहु समीचीनम्। अस्तु, तर्हि सूर्यकुमारी भगिनी अग्रे। अस्ति वा? अस्तु, उमा भगिनी। नमस्कारः भगिनि। किम् इति च यः प्रत्ययः सार्वधातुकम् अपित् इति सूत्रम्। सार्वधातुकम् अपित् ओके ओके सार्वधातुकम् अपित् अपित् सार्वधातुकं ङित् इव अस्ति। सार्वधातुकं प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम्। गां कुटादिभ्यो ङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित्। सो सार्वधातुकम् अपित् प्रति परे चेत् ङित्वत् भवति। सार्वधातुकं प्रथमान्तम्, अपित् प्रथमान्तं, सो द्विपदमिदं सूत्रं ङित् इति अनुवृत्तिः भवति। सो सार्वधातुकम् अपित् ङित्, सो ङित्वत् सार्वधातुकम् अपि चेत् ङित्वत् भवति इति दत्तम्। समीचीनम्। अत्रापि किमपि नूतनं नास्ति, सार्वधातुकम् अपीति इति परिचितं सूत्रम्। अग्रे गच्छतु। ओके, अहमेव पठामि? भवते एव पठतु। ओके, किमिति च यः प्रत्ययः ङित् ङित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति। ग च क च ङ च एतेषाम् इतरेतरद्वन्द्व ङः ङः इतः यस्य सः ङित् इत्यस्मिन् पदे किङ् इति द्वन्द्वगर्भबहुव्रीहि समासः। अत्र गस्थाने ककारः, खरी च इत्यनेन चत्वसन्धिः, किङ् इति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्। इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः, न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं किङ् इति च इकः गुणवृद्धि न। ओके, किङ् इति सूत्रः निषेधसूत्रं, निषेधं कस्य निषेधं, वृद्धिः गुणः निषिध्यते। यः प्रत्ययः ङित् आचित् अथवा ङित् अस्ति चेत् प्रत्ययपूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः न भवति। सो इकः अस्ति चेत् गुणं सम्भवति, किन्तु प्रत्ययः इति चेत् तस्य गुणः गुणवृद्धिः न सम्भवति. ग स्थाने ककारः खरीचसूत्रस्य आगच्छति चत्वसन्धिः. किङिति सप्तम्यन्तम् अभ्ययपदम् द्विपदमिदं सूत्रम्. इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. सो किङिति च इकः गुणवृद्धि न. सो किङिति च इकः स्थाने गुणवृद्धि न सम्भवति. इदं सूत्रं कीदृशसूत्रं? निषेधसूत्रं. निषेधकसूत्रं. कस्य निषेधः? इको गुणवृद्धि. इको गुणवृद्धि इत्युक्ते तत्र आत्मबन्धलघुपदस्य च अपि इको गुणवृद्धि इति परिभाषासूत्र सूत्रस्य निषेधकं वा? सूत्रस्य नाम न जानामि भगिनी, सोरि. न जानाति एव. सूत्रस्य नाम न पृच्छन्ती अस्मि अहं. किं पृच्छामि इति चेत् कस्य सूत्रस्य निषेधः, कीदृशसूत्रस्य निषेधः? न, भवती अवगच्छति, भवती अवगतवती इकः गुण इको गुणवृद्धिः इति उक्तवती. तस्य अपेक्षया किं वक्तव्यं, किं वक्तव्यम् इति चेत् यत्र यत्र यस्मिन् यस्मिन् सूत्रे गुणः अथवा वृद्धिः विधीयते तत्र सर्वत्र अस्य सूत्रस्य प्रसक्तिः अस्ति खलु. न केवलं पुगन्तलघुपदस्य च सारधातुकार्धधातुकयोः इति, परन्तु अन्य यत्किमपि सूत्रं येन गुणः वा वृद्धिः विधीयते. ओके, मृजेर्वृद्धिः इति एकं सूत्रमस्ति इति तादृशसूत्रं यत्किमपि सूत्रमस्ति तत्र सर्वत्र अस्य प्रसङ्गः भवति. किमिति च इति सूत्रस्य निषेधसूत्रस्य किमिति च न आपरेट् करोति न, बिकास् वृद्धि टेक्स् प्लेस्. न मृजेर्वृद्धिः इति सूत्रेण वृद्धिकार्यं विधीयते, परन्तु प्रत्ययः कित् अथवा नित् अस्ति चेत् तदानीं वृद्धेः निषेधः अपि भवति. मृज्धातोः मृज्योगः ति, अत्र किम् भवति मृज्योगः ति इत्यत्र किं रूपं, कस्मिन् गणे अस्ति मृज्धातुः आगच्छति? द्वयोः धातुः कस्मिन् गणे अस्ति? अस्ति अदादिगणीयधातुः अस्ति. अस्तु, मृज्योगः ति तत्र किं भवति? वृद्धि टेक्स् प्लेस्, मार्जति आगच्छति अथवा मार्जति नास्ति. एकक्षणं, मृजुधातोः वृद्धिः भूत्वा मार्ज् अनन्तरं ति तत्र सन्धिकार्यं भूत्वा माष्टि रूपम्. इदानीं द्विवचने किं भवति मृजुधातोः? माष्टि मृजतः वा? ऐ डोण्ट् नोट् ऐ डोण्ट् रिमेम्बर् एक्साक्ट्लि. मृष्टः मृष्टः नाट् मृष्टः इस् इट् मृष्टः न मृष्टः मृष्टः माष्टि मृष्टः. किमर्थं मृष्टः? अत्र किमर्थं वृद्धिः नास्ति? मृजर्वृद्धिः अस्ति खलु, अत्र किमर्थं नास्ति? अत्र अपित् अस्ति, अतः अपित् अस्ति. अतः किङिति सूत्रेण वृद्धिः निषिद्धम्. इदानीम् अवगतवती खलु मृजर्वृद्धिः कथं कार्यं करोति इति? यस् यस्, मार्ष्टि मृष्टः. अतः यत्र यत्र सूत्रेषु गुणः वृद्धिः विधीयते, प्रत्ययः अपित् इत्युक्ते कित् नित् गित् अस्ति चेत् तदानीं तत्र गुणवृद्धिः न भवति इति सूत्रार्थः, निषेधकसूत्रम्. अस्तु, अग्रे गच्छेम इदानीम्. अस्तु तर्हि पमेला भगिनी अग्रे. आं भगिनि, आहत्य सुदादिगणे कर्त्रार्थे सार्वधातुकप्रत्यये परे श प्रत्ययः विहितः स च निद्वत् अस्य एकः परिणामः गुणनिषेधः परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य निद्वत् इति भावेन भावनेन केवलं गुणनिषेधः सिद्धः इति न तस्य अनेके प्रभावाः सन्ति तेषु त्रयः प्रमुखाः अधोलिखिताः अत्र वयं जानीमः सर्वधातुक श प्रत्यय तुदादिगणेभ्य धातुभ्य विधीयते श तु निद्वत् अस्ति अपि च तस्य प्रमाण परिणामगुणनिषेध इति अपि वयं जानीमः अत्र दिवादिगणे अपि ष्यन् प्रत्यये इत्यस्य स्वभावनेन वयं तत्र त्रीणि प्रमुखानि कार्याणि अपि दृष्टवन्तः ते तानि कार्याणि अपि अत्र अपि प्रायः प्रसक्ति भवति इति मन्ये अग्रे पठामि वा भगिनी सत्यं कानि तानि त्रीणि कार्याणि एकं तु वयं जानीमः गुणवृद्धिनिषेधः द्वितीयकार्यम् अस्ति सम्प्रसारणीयधातूनां सम्प्रसारणं भवति अपि च अनिदितां धातूनां न इत्यस्य लोप भवति अग्रे पठतु किति निति विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् नित् भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि प्रथमम् अङ्गान्ते उपादायां च इकः गुणः निषेधः सुदादौ तुद्योगश्च निषिद्धः सुदादौ तुद्योगश्च योग ति सुदति निति च तत्र उपादायां ह्रस्व उकार अस्ति गुण भवितुम् अर्हति यतोहि श इति सार्वधातुकप्रत्यय अस्ति किन्तु सार्वधातुकम् अपि निद्वत् अस्ति अतः निति च इत्यनेन गुणनिषिध्यते अनिदित् धातूनाम् उपादायां न लोपः येषां हलन्तधातूनाम् इत्संज्ञकः ह्रस्वः ईकारः नास्ति तेषां धातूनाम् उपादायां नकार अस्ति चेत् तस्य लोपो भवति त्रुं योगश योगति न लोप अनिदितां हल् उपादायाः नितिः परन्तु सुदादितणे विशिष्टवार्तिकेन येषां पुनः अनुमागमः आनीयते शे तृम्पादीनां नुं वाच्यः तृं योगश योगति न लोप तृं योग अयोगति नुम् आगम तृं योग अयोगति तृं पति तत्र वयं दृष्टवन्तः अनिदतां धातूनाम् उपादायं न लोप भवति येषां हलन्तधातूनां ह्रस्व ईकार नास्ति तस्य तेषां यदि उपादायं नकार अस्ति चेत् तस्य लोप भवति तत्र उदाहरणम् अस्ति त्रुं तत् तुदादीयगणीयधातु अस्ति तत्र त्रुम्फ् योगश योगति इत्यत्र न लोप् लोप् नकारस्य लोप भवति अनिदितां हल् उपादाया निति इत्यनेन किन्तु तत्र विशिष्ट एकवार्तिकम् अस्ति यत् उच्यते शे तुम्पादीनां नुं वाच्य इत्यनेन त्रुं धातुतः पुनरेकवारं नुम् आगम क्रियते तृप्योग अयोगति तत्र नुम् आगमः भवति नुम् आगम मित् अस्ति मकारस्य इत्संज्ञा तर्हि अन्तिम मिथोन्त्यात् परः इत्यनेन अन्तिम अच् अनन्तरं नकारस्य आगमः तर्हि तृम्प् योग अयोगति तृम्पति इति रूपम्। सम्प्रसारणीनां धातूनां सम्प्रसारणं यण् स्थाने इक् आदेश यण् सन्धो यथा भवति तस्य विपरीतक्रमः नित् नित् प्रत्यये परे वृश्च वृश्च योगश्च योगति वृश्चति गृहिज्या वै व्यधि विष्टि वच विचति वृश्चति पृच्छति बृजतीनां नीति च इत्यनेन तत्र सम्प्रासारणविधायकसूत्रम् अस्ति द्वैज्या वैज्या व्यधि विष्टि विचति वृश्चति पृच्छति बृजतीनां नीति च तेषां वृश्च इति धातु सुदादिगण अस्ति अतः अश प्रत्यर तु नित् नित् सार्व नित् निद्वत् अस्ति अतः तत्रापि सम्प्रसारणीयकार्यं भवति वृश्चयोग शयोगति तत्र वृश्चति इति सम्प्रसारणं रेफस्य स्थाने रूकारादेश भवति नित् प्रत्ययपरे तर्हि रूपं वृश्चति इति भवति। बहु समीचीनं बहु समीचीनं। तर्हि तत्र त्रीणि कार्याणि अपि अस्माकं परिचितानि एव। तत्र प्रथमं तत्र गुणनिषेधः इति वयं जानीमः। उदाहरणार्थं तुद्योगः शयोगः ति इत्यत्र तुद्योगः श इत्यत्र कस्य सूत्रस्य प्रसक्तिः अस्ति अत्र कः कः वदति इदानीं तत्र सूर्यकुमारी भगिनी वदति वा अस्ति वा अस्तु पमेला भगिनी भवतेव वदतु तुद्योगः शयोगः ति इत्यत्र कस्य सूत्रस्य प्रसक्तिः अस्ति प्रथमतया प्रथमतया सार्वधातुक आर्धधातुके यो येन तत्र एवं वा तुद्योगश कस्य रघुपुगन्तलघुपदस्य इत्यनेन गुण भवित् अर्हति तर्हि गुणं भवितुम् अर्हति किन्तु निति च इत्यनेन गुण निषिध्यते। समीचीनम्। इत्युक्ते तत्र कथं वक्तव्यम् इति चेत् उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति परन्तु श इति प्रत्ययः सारधातुकप्रत्ययः शित्वात् सारधातुकप्रत्ययः सारधातुकप्रत्ययः अपि तपि अस्ति इति कृत्वा निद्वद्भवति निद्वद्भवति इति कृत्वा किनिति च इति सूत्रेण गुणनिषेधः भवति। मया न म्यूट् कृतं भगिनि सूर्यकुमारी भगिनी मया न कृतं मया म्यूट् न कृतं भवती बहिः गत्वा आगच्छतु मया किमपि न कृतम् इदानीं वक्तुं शक्नोति वा न जाने भवती बहिः गत्वा आगच्छतु पुनः मया किमपि न कृतम् अस्तु तर्हि तत्र तुद्योगः शोयोगः ति इत्यत्र स्पष्टम् इति मन्ये। द्वितीयमस्ति अनिदिधातूनाम् उपधायां न लोपः तत्रापि सूत्रं परिचितमेव तत्र यत्र यत्र कित्नित् प्रत्ययः अस्ति तत्र सर्वत्र धातुः अनिदित् अपि च उपधायां नकारः अस्ति चेत् तस्य लोपः भवति एव तर्हि तुदादिगणे अपि तथैव भवति परन्तु तुदादिगणे किम् इष्यते इति चेत् अत्र नकारः इष्यते उपधायां यः नकारः अस्ति सः नकारः अत्र भवतु इति इष्यते इति कृत्वा अत्र शे त्रिम्पादीनां नुं वाच्यः इति वार्तिकं कृतं येन पुनः नुमागमः भवति अतः त्रिम्पति इति रूपं त्रिम्पियोगः शयोगः ति इत्यत्र प्रथमतया न लोपः भवति त्रिम्पियोगः श इत्यत्र न तु न दृश्यते खलु तर्हि कथं न लोपः आदौ न एव आसीत् खलु आदौ न एव आसीत् तस्य परिवर्तनं कथं जातम् इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य इत्याभ्यां सूत्राभ्यां तत्र त्रिम्प् इति धातुपाठे दृश्यते. तर्हि मूले नकारः एव आदौ आसीत्, इदानीं तत्र नकारं स्वीकृत्य वयं पश्यामः चेत् त्रिम्प् इति अस्ति. तत्र नकारः अस्ति इति कृत्वा अनुदितां हलोपदायकमिति इति सूत्रम् आगत्य नकारस्य लोपं करोति. तत्पश्चात् शे त्रिम्पादीनां नुम्वाच्यः इत्यनेन पुनः नुमागमः आनीयते. तत्र नुमागमः भगिनी उक्तवती तत्र मिदचोन्त्यात् परः इत्यनेन अन्तिमाच्वरणस्य अनन्तरम् आयाति इति कृत्वा त्रिम्प् इति तत्र नुमागमः भवति. पुनः तत्र क्रमः एवमेव अष्टापदान्तस्य जल्लि अनुस्वारस्य यै परसवर्णः इति द्वाभ्यां सूत्राभ्यां मकारः पुनः आयाति तत्र. अस्तु, तदनन्तरं तत्र तुम्फादीनाम् इति उक्तं, के के धातवः तत्र सन्ति इति अग्रे उच्यते. अनन्तरं सम्प्रसारिणी धातूनां सम्प्रसारणम् इत्यनेन अत्र अस्मिन् गणे एकः धातुः अस्ति व्रश्च इति धातुः. तत्र सम्प्रसारणं कार्यं कृत्वा तत्र रेपस्य तत्र ऋकारः आयाति, यणः स्थाने इकादेशः इति कृत्वा व्रश्च इति वृश्च इति भूत्वा वृश्चति इति रूपं सिद्ध्यति. अत्र सम्प्रसारणविधायकसूत्रमपि अस्माकं परिचितमेव, गतपाठे अपि अस्माभिः पठितम्. अस्तु, इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे. श्रूयते वा? आम्. अत्र ध्येयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् श्यन् श्य इति, तथापि सर्वत्र तयोः कार्यं समानं नास्ति, भेदाः सन्ति. यतोहि श्यन् यहलादिः अपित् प्रत्ययः, श अहलादिः अपित् प्रत्ययः. हलादि अजादिभेदात् कार्ये भेदाः सन्ति, परन्तु उपरितननियमत्रयं सार्वत्रिकं नाम कित् ङित् प्रत्यये परे येषां त्रयाणां कार्यं भवत्येव. एषु त्रिषु नियमेषु गुणनिषेधः न लोपः सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः. अत्र श्यन् प्रत्ययः अपि श प्रत्ययः द्वौ अपि षित् प्रत्ययौ, परन्तु श्यन् प्रत्यये यकारः अवशिष्यते, श प्रत्यये अकारः अवशिष्यते. अतः यकारः हलादि अस्ति, अकारः अजादि अस्ति. तत्कारणं कार्यस्य अत्र उपरि दत्तानि त्रीणि कार्याणि समानं गणद्वयं भवति वा इति अत्र चिन्तनं. यतो यद्यपि यकारः हलादिः सारि यप्रत्ययः हलादिः, अप्रत्ययः अजादिः, तथापि उपरि दत्तानि त्रीणि कार्याणि समानं भवति. कार्याणि कानि इति, प्रथमं तु गुणवृद्धेः निषेधः, द्वितीयं अनदित्ताम् अहल् उपधायाः नीति इति सूत्रेण नकारस्य लोपः, अनन्तरं सम्प्रसारणं, त्रीणि कार्याणि अपि द्वाभ्यां गणाभ्यां भवति. दिवादिगणे अपि भवति, अनन्तरं तुदादिगणे अपि भवति. अन्येषु कार्येषु यकारः आदौ अस्ति इति कृत्वा भिद्यते कार्याणि, परन्तु अत्र तु कार्यस्य न कोऽपि भेदः, कार्याणि समानं भवन्ति. समीचीनम्. अग्रे पठामि वा? पठतु. किन्तु अन्यत्र हलादि अजादिभेदेन कार्ये भेदः. यद्यपि कार्ये कित् ङित् इति प्रसङ्गः अस्ति, परन्तु सूत्रेषु हलादिपरे अजादिपरे इति कुत्रचित् उक्तं, यथा प्रत्ययः हलादिः, सोरि, अजादिपरे इति कुत्रचित् उक्तं, यथा प्रत्ययः हलादिः कित् ङित् चेत् हलि च इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति. दिवादिगणे श्यन् हलादिः, अतः इदं कार्यं भवति. जृ योगः य, जिर् योगः य, सम्प्रसारणं भूत्वा जिर् सम्प्रसारणं, गुणः गुणः नास्ति, ऋत इद्धातोः. हा, ऋत इद्धातोः. हा, ऋत इद्धातोः इत्यनेन इकारः इदागमः भवति. इदागमः नास्ति, ऋकारस्य स्थाने स्थाने इ आयाति, सोरि, ऋकारस्य स्थाने इ आदेशः. अतः जिर् योगः य, अनन्तरं धीर् इति रेपः आयाति. रेफः तु उरण् रपरः इत्यनेन इकारात् अनन्तरं, ह्रस्व इकारात् अनन्तरं रेफ संयुज्य एव उपयोगः करणीयः. जिर्योगः य, अत्र दीर्घः भवति सूत्रं हलि च इति सूत्रेण, इकारस्य दीर्घः भूत्वा जीर् इति भवति. जीर्यति इति तिप्रत्ययस्य योजनेन जीर्यति इति रूपं सिद्ध्यति. तुदादौ श अजादिः, अतः न भवति अस्य कार्यस्य तुदादिगणे प्राप्तिर्नास्ति, प्रसक्तिः नास्ति, प्राप्तिः अपि नास्ति, यतोहि विकरणप्रत्ययः अजादि अस्ति. अन्यत्र प्रत्ययः अजादिः कित् ङित् चेद् एव भवति, यथा अचिष्णुधातुभ्रुवान् अचिष्णुधातुभ्रुवां युवोर्यङ् उवङ्गौ इति सूत्रेण अचि इति ङिति परे इकारान्त उकारान्तधातुरूपी अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति. ऋ योगः अ योगः ति इति स्थिते ऋ इति इकारधातुः अस्ति, सोरि, अतः इकारस्य स्थाने इयम् आदेशः भवति. अतः नकारः इत् सम्यकः, हलन्त्यम् इत्यनेन तस्य लोपः भवति, इय इति अवशिष्यते. इयङ् इत्यत्र अकारः उच्चारणार्थः खलु भगिनि? र योगः इय योगः अ, अ इति विकरणप्रत्ययः, शप् प्रत्ययस्य शकारस्य लोपः भवति, अनन्तरम् अ इत्येव अवशिष्यते. रिय योगः अ योगः ति, रियति इति भवति. दिवादिगणे श्यन् हलादि अस्ति, अतः अस्य कार्यस्य तत्र प्रसक्तिः नास्ति. अचिष्णुधातुभ्रुवां कुत्र कुत्र कार्यं करोति? श्नु पञ्चमे गणे भवति खलु, श्नुप्रत्यान्तमङ्गम्, इकारान्तधातुरूपी अङ्गम्, उकारान्तधातुरूपी अङ्गम् अस्ति चेत् अजादिप्रत्यये परे इयङ् उवङ् आदेशौ भवतः. इत्युक्ते अत्र इदानीं दिवादिगणः इति विषयः समाप्तः, तत्र किम् अधीतम्, अपि च अत्र तुदादिगणे अनयोः भेदः कः इति वयं स्पष्टतया जानीमः चेत्, तत्र धातुः कस्मिन् गणे अस्ति इति जानीमः चेत् तत्र झटिति रूपं वयं साधयितुं शक्नुमः. तर्हि अनयोः भेदः कः इति चेत्, उभयत्र ष्यन् प्रत्ययः भवतु श प्रत्ययः भवतु द्वयमपि अपित् इति तत्र मूलतः अपित् प्रत्ययौ अतः त्रीणि कार्याणि भवन्ति एव अपित् प्रत्ययः अस्ति चेत् निद्वत् भवति निद्वत् चेत् किणिति च इति सूत्रेण गुणनिषेधः सम्प्रसारणी धातुः अस्ति चेत् सम्प्रसारणकार्यम् अनन्तरम् अनिदिद्धातुः अस्ति चेत् उपधायां न नकारः अस्ति चेत् न लोपः इति त्रीणि कार्याणि सर्वत्र भवति सर्वत्र भवन्ति यत्र यत्र प्रत्ययः अपित् प्रत्ययः परन्तु अत्र अनयोः विशिष्टभेदः कः दिवादिगणस्य सुदादिगणस्य विशिष्टभेदः कः इति चेत् आदौ प्रत्ययः दिवादिगणे हलादिः अस्ति ष्यन् इति प्रत्यये य इति अवशिष्यते य इति हलादिः अस्ति हल् आदौ यस्य सः सुदादिगणे श इति प्रत्ययः अजादिः अस्ति अच् आदौ यस्य सः अजादिः अस्ति इति तत्र महान् भेदः अस्ति हलादिः अस्ति चेत् तत्र हलीच इति सूत्रस्य प्रसङ्गः भवति हलीपरे रेपान्तवकारान्तधातूनाम् उपदायाम् इक्वर्णस्य दीर्घादेशः भवति हलीच इति सूत्रं दिवादिगणे प्रसक्तम् अस्ति तुदादिगणे प्रसक्तं नास्ति यतोहि श इति प्रत्ययः अजादिः अस्ति अतः हलीपरे इति न भवितुमर्हति अतः हलीच इति प्रसङ्गः नास्ति दिवादिगणे हलीच इति कार्यं करोति तुदादिगणे कार्यं न करोति तुदादिगणे अत्र अजिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः अस्ति यतोहि श इति प्रत्ययः अजादिः अजादिः इति कृत्वा अजिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति यत्र इकारान्तधातुः अथवा उकारान्तधातुः अस्ति चेत् श इति अजादिप्रत्यये परे अजिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रेण इयङादेशः भवति इकारान्तधातुः चेत् उकारान्तधातुः चेत् उवङादेशः भवति इति भेदः अस्ति अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं तु दिवादिगणे कार्यं न करोति किमर्थं न करोति अचि नास्ति अलिपरे नास्ति तत्र अलादिप्रत्ययः अस्ति अतः तत्र प्रसङ्गः नास्ति अतः एकत्र दिवादिगणे हलि च इति कार्यं तुदादिगणे अचिष्णुधातु ब्रुवाम् इति विशिष्टकार्यम् इति अनयोः भेदः अस्ति अस्तु यदि रीयोगः यदि री इति धातुः दिवादिगणे अस्ति चेत् तत्र रूपं किं भवति रियति इति सिद्ध्यति परन्तु रियति इत्यत्र अचिष्णुधातु ब्रुवम् इत्यस्य कार्यं भवति वा न भवति परन्तु रि इति धातुः तुदादिगणे अस्ति इति कृत्वा अत्रापि रियति इत्येव रूपं भवति परन्तु भिन्नसूत्रेण भवति अचिष्णुधातु ब्रुवाम् इति सूत्रेण भवति इति भेदः अस्ति अस्तु अग्रे शुभदा अत्र रियति इत्यस्य स्त्रीलिङ्गे शत्रुप्रत्यये भेदः भवति वा तुदादिगणे हा तुदादिगणे धातुः अस्ति चेत् तत्र अचिनद्योर्नुम् इति सूत्रेण विकल्पेन नुमागमः भवति स्त्रीलिङ्गे अस्तु शुभदा भगिनी अग्रे आं भगिनि अन्यानि कित् नित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते अधुना तुदादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् तुदादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तं शप्रत्ययस्य शकारस्य इत्संज्ञा लशक्वतद्धिते इति सूत्रेण तस्य लोपः इत्यनेन तस्य लोपः अ इति अवशिष्यते तुदादिगणीयधातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते अ इति विकरणसम्बद्ध अकारः भवति एव यथा लिख् योगः अ लिख इति तत्र तुदादिगणीयविकरणप्रत्ययः श इति अस्ति इति कारणात् अनुबन्धलोपानन्तरं नाम लशक्वतद्धिते इत्यनेन शकारस्य इत्संज्ञा अपि च तस्य लोपः इत्यनेन तस्य लोपः भूत्वा अकारः अवशिष्यते विकरणप्रत्ययस्य स्थाने अतः अङ्गं धातु योगः विकरणप्रत्ययः इति मिलित्वा तस्य अङ्गं तु अदन्त अङ्गम् एव वयं प्राप्नुमः इति लिखितमस्ति. धातु कोऽपि भवेत् परन्तु विकरणप्रत्ययस्य योजनेन तस्य अङ्गं तु अदन्तम् अङ्गम् एव. यथा लिख् इति धातुः अस्ति चेत् अकारस्य योजनेन विकरणप्रत्ययः श इति अकारः अवशिष्यते. अकारस्य योजनेन लिख इति अदन्तम् अङ्गं वयं प्राप्नुमः. अग्रे पठामि. पूर्वमेव अस्माभिः सार्वधातुकलकारेषु नाम लट् लोट् लङ् विधिलिङ् इत्येतेषु तिङ् प्रत्ययाः साधिताः. पूर्वतने पाठे अदन्ताङ्ग तिङ् प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना तुदादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं नाम सिद्धतिङ्प्रत्ययाः के, अपि च अङ्गतिङ्प्रत्ययस्य संयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता. अत्र पूर्वतनपाठे वयं सिद्धतिङ्प्रत्ययाः कथं साधयामः इति वयं दृष्टवन्तः. परस्मैपदे अपि च आत्मनेपदे अपि तत्र यथा अधुना सुदादिगणे ये केऽपि धातवः सन्ति तेषां कृते अङ्गनिर्माणविधिः तु अस्माभिः ज्ञातमस्ति. यतोहि अ इति विकरणप्रत्ययः अवशिष्यते अनुबन्धलोपानन्तरम्. अतः अदन्तम् अङ्गं वयं प्राप्तवन्तः इति वयं जानीमः. अतः अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति एकवारं ज्ञेयम्. अत्र श इति प्रत्ययस्य योजनेन सामान्यरीत्या अदन्तम् अङ्गं वयं प्राप्नुमः. परन्तु विशेषचिन्तनमपि स्यात् तत्र. एकवारम् अङ्गं निर्मितमस्ति, यदा अङ्गं वयं प्राप्नुमः तदा तदनन्तरं सिद्धप्रत्ययानां सिद्धिः तु वयं प्राप्तवन्तः पूर्वतनपाठे. तत् अत्र ते सर्वे सिद्धतिङ्प्रत्ययाः अत्र आनीय तेषां रूपसिद्धिः वयं कर्तुं शक्नुमः. यदा अङ्गं किम् इति एकवारं ज्ञातं चेत् तदनन्तरं प्रक्रिया तु सरलमेव इति दत्तमस्ति. समीचीनं. तर्हि एतावता स्पष्टं खलु? अत्र कोऽपि प्रश्नः अस्ति वा भगिनि? तर्हि अस्माकम् अत्र अवधानं तु अङ्गनिर्माणे अस्ति. श इति प्रत्ययमाधारीकृत्य अङ्गनिर्माणम् अस्ति. श प्रत्ययमाधारीकृत्य अङ्गकार्याणि कानि इति चिन्तनीयानि. तर्हि एतावता यानि अवगतानि तानि सर्वाणि अपि अङ्गकार्याणि, गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणकार्यम्, उपधायां न लोपः, अपि च अचिष्णुधातुभ्रुवां युवर्याङ्गु अङ्गौ इति सर्वाणि कार्याणि अङ्गकार्याणि. तर्हि तानि कार्याणि यदा भवन्ति तत्पश्चात् अङ्ग विकरणप्रत्ययोः मेलनं भवति. यदा अङ्गं निर्मितं तदनन्तरं सिद्धप्रत्ययः के इति वयं जानीमः एव, तत्र कोऽपि भेदः नास्ति. तर्हि अङ्गसिद्धप्रत्ययोः मेलने तत्र क्लेशः एव नास्ति, तत्र केवलं योजनमेव भवति. परन्तु अङ्गनिर्माणे एव अत्र अवधानम्. अदन्ताङ्गेषु विकरणप्रत्ययं निमित्तीकृत्य अङ्गनिर्माणम्, अङ्गकार्याणि अङ्गविकरणयोः मेलनं, तत्र एव अवधानं. तदनन्तरं सिद्धप्रत्ययः अस्ति चेत् तत्र योजनं, तत्र किमपि विशेषकार्यं नास्ति प्रायेण. कुत्रचित् भवति यथा तत्र अतो दीर्घो यै इति तादृशकार्यं भवति, परन्तु विशिष्टमहान् कार्यं किमपि नास्ति, सन्धिकार्याणि भवन्ति. अनदन्त अङ्गेषु भेदः कः इति चेत् तत्र तु तिङ्प्रत्ययं निमित्तीकृत्य अपि अङ्गकार्याणि भवन्ति, अत्र तु तिङ्प्रत्ययं निमित्तीकृत्य विशिष्ट अङ्गकार्याणि न सन्ति, केवलं योजनं भवति. अनदन्त अङ्गेषु तिङ्प्रत्ययं निमित्तीकृत्य अपि अङ्गकार्याणि भवन्ति इति भेदः वर्तते. तर्हि इदानीम् अग्रे गच्छेम, वंशी भगिनी अग्रे पठति वा? आं भगिनि. तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङ्घि विधिर्लिङ्ग् च सर्वाणि रूपाणि ज्ञायन्ते. एकवारं तुदादिगणे चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम. तदा एवमेव अग्रे कस्यचित् अपि धातोः अदन्ताङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते. अत्र दृष्टान्ते परस्मैपदे चल् धातु अङ्गम् अस्ति, चल् योगः श चल इति अङ्गं भवति. तत्र एवं वयं दृष्टवन्तः, तत्र यदा अङ्गस्य निर्माणं भवति तत्र अङ्गविकरणप्रत्ययोः निर्माणं भवति, तदनन्तरं सिद्धप्रत्ययाः योजनानन्तरं रूपं कथं भवति इति वयं पूर्वस्मिन् पाठे पठितवन्तः. परन्तु तत्र श इति प्रत्ययः अस्ति विकरणप्रत्ययः. धातु चल् अस्ति चेत् चल् योगः श इत्यस्मात् चल इति धातु भवति. चल इति अदन्त अङ्गमस्ति, अतः सामान्यरूपं यदा वयं पठितवन्तः तस्मात् भुवादिगणे तेषां ते कार्याणि एव अत्र भवन्ति, यतोहि तत्र अङ्गम् अपि च सिद्धतिं प्रत्ययस्य योजनं भवति. अग्रे पठामि वा सर्वाणि रूपाणि? पठतु पठतु. अस्तु, इदानीं रूपाणि चल इति अङ्गमस्ति चेत् रूपाणि कानि इति वदतु झटिति. हा अस्तु भगिनि, अस्तु. चल इति अङ्गम् अस्ति, परस्मैपदी रूपाणि अस्ति. तीतः अन्ति, सीतः त, मी वह वहमः. चलति, चलतः, चलन्ति. चलसि, चलतः, चलथ. चलामि, चलावः, चलामः इति लट् रूपमस्ति. लोटि अस्ति, तु, तात्, ताम्, अन्तु, शून्य, तात्, तं, त, आनि, आव, आम. चलतु, चलता, चलतां, चलन्तु. चल, चलतात्, चलतं, चलत, चलानि, चलाव, चलाम. लङ्गिरूपमस्ति, त, त, ताम्, अन्, स, तं, त, अं, वाम. तत्र लङ्रूपमस्ति, अचलत, अचलताम्, अचलन्, अचलः, अचलतम्, अचलत, अचलम्, अचलाव, अचलाम. विधिर्लिङ्ग् अस्ति, ईत्, इताम्, ईत्, इहि, इतम्, इत, इयम्, इव, इम. चलेत, चलेताम्, चलेयुः. चलेः, चलेतं, चलेत, चलेयं, चलेव, चलेम इति परस्मैपदीरूपाणि अस्ति. तत्र तत्र तु च परस्मैपदीधातुः अस्ति, तत्र एतानि रूपाणि परस्मैपदीधातुरूपाणि सन्ति. अपि अग्रे अग्रे पठतु. अस्तु, तुदादिगणे आत्मनेपदे मृङ्ग् धातु प्राणत्यागे अङ्गमस्ति, मृ योगः श मृय इति भवति. तत्र मृ इत्यस्मिन् तत्र प्रथमं तु म्रिया कथं कथं भवति भगिनि? म्रिया कथं? हा, ऋकारस्य तत्र विशिष्टसूत्रमस्ति, ऋङ्क्षय ग्लिङ्क्षु इति एकं सूत्रम् अग्रे पठामः. अस्तु, तेन कार्यं भवति. अस्तु, अत्र रि इति आदेशः भवति, रिङ्ग् इति आदेशः भवति. तत्र मृयोगश इत्यस्मात् म्रिय इति अङ्गं भवति. म्रिय इति अङ्गं तु आत्मनेपदीरूपं के भवति इत्युक्ते लटिरूपमस्ति. ते इति अन्ते, से इति द्वे, ए वहे महे. म्रियते, म्रियेते, म्रियन्ते. म्रियसे, म्रियेथे, म्रियध्वे. म्रिये, म्रिया वहे, म्रियामहे. लोटिरूपमस्ति, ताम् इताम्, ताम् इतामन्तं. स्व इथां द्वम्. ए वहे, ए आवाहे, ऐ क्षमितम्, ऐ आवाहे, आमाहे. तत्र आवहै आमहै, शब्द ऐ आवहै आमहे. अहं तु चिन्तितो वदन्ती अस्मि, अर्थात् किञ्चित् क्लेशः अस्ति. अत्र म्रियतां, म्रियेतां, म्रियन्तां. म्रियस्व, म्रियेत्थां, म्रियध्वं. म्रियै म्रियावहि म्रियावहै म्रियामहे लङ्गिरूपमस्ति त इताम् अन्त थाः इथां ध्वम् इ वहि महि अम्रियत अम्रियेथाम् क्षम्यताम् अम्रियेताम् अम्रियन्त अम्रियथाः अम्रियेथाम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि अम्रियामहि समीचीनं विधिलिङ्गस्ति ईत् इयताम् इरन् ईताः ईताः इयथां न न पुनः वदतु ईत इयताम् ईरन् ईताः ईताः इयथाम् ईध्वम् ईयम् इय ईवहि ईवहि समीचीनं किल सम्यक् म्रियेत् म्रिये याथां म्रियेत म्रियेत म्रियेत म्रियेयाथां म्रियेरन् म्रियेथाः म्रियेयातां थां म्रिये ध्वं म्रियेय म्रियेवहि म्रियेमहि उत्तमचीनम् अस्तु समीचीनम् अग्रिमवाक्यं पठतु एकनिमिषं भगिनी अस्तु अग्रे केवलम् अङ्गं च लट् लकारस्य प्रथम पुरुषैकवचनान्त रूपं दीयते प्रथमे ततः चतुर्णां लकाराणां सर्वाणि रूपाणि ज्ञायन्ते अस्तु तत्र लट् रूपं प्रथम एकवचनस्य रूपम् एव रूपम् अग्रे अस्ति तेषाम् तस्य आधारीकृत्य लकाराणां रूपं कथं भवति इति पश्येम इति ज्ञायन्तु समीचीनं भगिनि अस्तु सम्यक् अग्रे अग्रे इदानीं तत्र विनय महोदय अग्रे पठति वा धातवः चतुर्विधाः धातवः चतुर्दशविधाः इति अस्माभिः पूर्वमेव ज्ञातम् अजन्तधातवः अन्त्यक्रमेण अयोजिता हलन्तधातवः उपधाक्रमेण विभक्तः अजन्तधातवः अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः एजन्तः च हलन्तधातवः अदुपधा इदुपधा उदुपधाः ऋदुपधाः शेषधातवः च इति तर्हि अनेन अयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते तदा विशेषधातूनां कार्याणि सूच्यन्ते अत्र तुदादिगण सामान्यधातवः सप्तपञ्चाशत् शतत् धातवः तदनन्तरं सामान्यधातवः चतुर्दश शतत् धातवः येषां धातूनां कृते अङ्गनिर्माणं समये किमपि कार्यं नास्ति केवलं वर्णस्मिन् परिच्छेदे किमपि वक्तव्यम् आसीत् वा तत्र धातवः चतुर्दशविधाः इत्यस्मिन् किञ्चित् वदतु तस्मिन् परिच्छेदे किमपि वक्तव्यं वा इत्युक्ते तत्र पूर्वस्मिन् गणे अपि विवादिगणे अपि एतादृशविभजनमेव अस्माभिः दृष्टं खलु समानधातवः अन्तर्भूतः येषां धातुतः न इत्युक्ते धातोः विभजनम् अस्मिन् गणे ये धातवः सन्ति तेषां विभजनं युगादिगणे अपि एवं रीत्या एव आसीत् खलु विभजनम् अजन्तदातवः हलन्तदातवः धातुविभाजनं भवति न केवलं तुदादिगणे धातुविभजनम् अस्ति दिवादिगणे अपि भवति, परन्तु किञ्चित् अधुपतर् न भवति अन्यविषयः, परन्तु विभाजनं तु भवति दिवादिगणे अपि च चतुरादिगणे समानरीत्या भवति. विभागः तु समानरीत्या भवति अजन्तधातूनाम् अन्तिमवर्णम् आधारीकृत्य विभजनम्. अतः एव अकारान्तः आकारान्तः इकारान्तः उकारान्तः इत्यादयः. हलन्तधातूनाम् उपधायां कः वर्णः इति दृष्ट्वा भवति इति कृत्वा उपधायां ह्रस्वकारः वा दीर्घकार इकारः वा उकारः ऋकारः वा इति दृष्ट्वा तत्र विभजनं भवति इति सर्वत्र समानमेव. तर्हि एव अकारान्तधातुः सार्धातुक अर्धातुकयोः उपधासम्बद्धे पुगन्ति लघुपदस्य आयाति केवलं एवं विभाजनं मात्र कृतवान् तर्हि एव प्रयोजनम् अस्ति लाभः अस्ति अस्ति. अतः एषां धातूनां कृते अङ्गनिर्माणसमये किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. सुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति, अथ एषु धातुषु न कोऽपि सामान्यः. अनन्तधातुषु लघु इगुपद् धातु चेत् उगन्तलघुपदस्य च इत्यनेन गुणः तदा सार्वधातुकमपि किन्ति च इति अभ्याम गुणनिषेधः, तदा शेषधातूनां किमपि कार्यं तु न भवति एव. तदा शेषधातूनां किमपि कार्यं तु न भवति एव. अत्र उद्देश्यकः पुगन्तलाघुपदस्य गुणसम्बन्धे भवति, परन्तु यदि धातु गण वयं जानीमः अपितस्ति तर्हि गाङ्कुटादिभ्यः सार्वधातुकम् अपेत् किन्तु च आधारेण गुणनिषेधः भवति. तदा शेषधातूनां किमपि गाङ्कुटादिभ्यः इत्यस्य कोऽपि प्रसक्तिः नास्ति अत्र सार्वधातुकप्रकरणे. न कोऽपि प्रसक्तिः नास्ति. अहं केवलं प्रायः एतादृशी स्मरामि, परन्तु सार्वधातुकं किन्तु च स्पष्टतया कारणेन गुणनिषेधः भवति. अधुपद्धातवः महोदय धन्यवादः, बहु समीचीनं सम्यक् धन्यवादः. धन्यवादः. इदानीं तत्र सामान्यदातवः अत्र ये दातवः सन्ति सामान्यदातवः तत्र किमपि कार्यं नास्ति. श इति विकरणप्रत्ययम् आधारीकृत्य विशेषकार्यं किमपि नास्ति. तत्र इगु लघु इगुपदधातुः अस्ति चेत् हलन्तधातुषु अजन्तधातुषु तत्र विशिष्टकार्यं किमपि नास्ति. हलन्तधातुषु इगुपदधातुः अस्ति चेत् गुणस्य प्रसङ्गः, परन्तु तस्य निषेधः किमिति च इति सूत्रेण. अनन्तरम् अन्यशेषधातवः ये सन्ति तत्र किमपि विशेषकार्यमेव नास्ति इत्युक्ते तत्र सारल्यमस्ति. सामान्यधातूनां झटिति रूपं किम् इति वयं वक्तुं शक्नुमः. अस्तु इदानीं सूर्यकुमारी भगिनी. हा भगिनी शृणोति वा? हा ओके. अधुपदधातवः चत्वारः धातवः सन्ति. छल् छल् विलसने गच्छति गति गतिमान् भवति. छल् योगः स छल भव छल इति अङ्गं छल योगति चलति. तत्र हलन्तधातु अधुपदधातुः अस्ति, कार्यं नास्ति, वर्णमेलनमेव चलति. त्वच् संवरणे आच्छादनं करोति. त्वच् योगः स त्वच इति अङ्गं त्वच योगः ति त्वचति. तदेव अधुपदधातुः अस्ति, हलन्तधातुः अपि अस्ति. ओलजि वीडायां लज्जति भवति. लज् योगः स लज इति अङ्गं लजति तदेव. खड् मदे अहङ्कारयुक्तः भवति. खड्योगः स खड इति अङ्गं खडति. अधुपद हलन्त अधुपदधातुः धात्वे किमपि कार्यं वर्णमेलनमेव. अत्र कश्चन प्रश्नः उदेति. भ्वादिगणः इति सामान्यं तुदादिगणः इति विशेषः नाम यत्र आ इति विकरणमपि च धातोः व्यवहारः सामान्यः. तत्र सा च धातुः पाणिनिना भ्वादिगणे स्थापितः. यदि आ इति विकरणं परन्तु धातोः व्यवहारः सामान्यो न. यथा लिक् धातुः यस्य उपधागुणो न भवति लिखति. तदानीमेव पाणिनिना सह धातु तुदादिगणे स्थाप्यते. नो चेत् भ्वादिगणः इति आ विकरणान्त अङ्गानां सर्वेषां धातूनां पात्रं. प्रश्नः अयम्. अधुपदधातूनां किमपि विशिष्टकार्यं तु न भवति खलु. तर्हि कुतः तदादिगणे इमे धातवः स्थापिताः? अस्य उत्तरम् अग्रे अस्मिन् पाठे प्राप्स्यते. प्रश्न उदेति. अजन्ताङ्गमस्ति चेत् भ्वादि तदादि अपि किमर्थं पाणिन्ना अधुपदधातुः भ्वादिगणे कश्चन धातुः धात्वः सन्ति, तदादिगणे कश्चन धातवः सन्ति इति प्रश्न उदेति. उत्तरम् अस्ति अधो लिक् अधोभागे. इत्युक्ते तत्र इत्युक्ते सामान्यतया तुदादिगणे कश्चन धातुः अस्ति, भुवादिगणे कश्चन धातुः अस्ति इति कथं भेदः ज्ञायते? किमर्थं कश्चन धातुः तुदादिगणे अस्ति, किमर्थं भुवादिगणे नास्ति इति चिन्तयामः चेत्, तत्र लिक् इति धातुं स्वीकुर्मः चेत् तत्र स्पष्टतया ज्ञायते किमर्थं तुदादिगणे अयं धातुः अस्ति न तु भुवादिगणे. यदि भुवादिगणे अभविष्यत् तर्हि तत्र रूपं किं भवति? लेखति इति अभविष्यत्, परन्तु तद् न इष्यते इति कृत्वा तुदादिगणे स्थापितः, येन गुणकार्यं निवारितम्. अतः लिखति इति रूपं सिद्धम्. परन्तु कश्चन धातुः चल् इति धातुः, चल् इति धातुः किमर्थं तत्र भुवादिगणे नास्ति? किमर्थं तुदादिगणे तत्र चल् इति धातुः, तुदादिगणे किमर्थं स्थापनीयः? भुवादिगणे एव भवतु इति कृत्वा तस्य इत्युक्ते उभयत्र रूपं समानमेव, चलति इति एव रूपं भवति. भुवादिगणे अस्ति चेदपि चलति एव, दिवादिगणे ऐ मीन् तुदादिगणे अस्ति चेदपि चलति एव भवति. तर्हि किमर्थं तुदादिगणे स्थापितः इति प्रश्नः. तादृश अधुपदधातुः अधुपदधातवः किमर्थं विशेषतया तुदादिगणे ते धातवः स्थापिताः इति प्रश्नः. तस्य उत्तरं कोऽपि जानाति वा? स्त्रीलिङ्गे स्त्रीलिङ्गे चलन्ति इति न भवति, चलति इति भवति. चलति, चलत्यौ, चलत्यः. चलन्ति इति भवति वा न भवति वा? न भवति, विकल्पेन भवति वा? विकल्पेन भवति. यदि वादिगणे स्थापितः चेत् तदानीम् एकमेव रूपं भवति, चलन्ति इति एकमेव रूपं स्यात् द्वादिगणे अस्ति चेत्. परन्तु तुदादिगणे स्थापितः इति कृत्वा रूपद्वयं सम्भवति, स्त्रीलिङ्गे नुमागमः. अतः चलन्ति अथवा चलति इति रूपद्वयमपि समीचीनम्. इति विभेदः अस्ति अतः एव परन्तु कुर्वती इत्यत्र तु सर्वदा कुर्वती इति एव भगिनि तत्र नुमागमस्य प्रसङ्गः एव नास्ति तद् ओ तत्तु भिन्नगणे हा सत्यं कृधातुः तनादिकृण्व्यः उः इत्यनेन तत्र तनादिगणे अस्ति अयं धातुः कृधातुः तनादिगणे तु तत्र अकारान्तम् अङ्गं नास्ति अकारान्तम् अङ्गमस्ति चेदेव नुमागमः भवति सूत्रद्वयमेव अस्ति नुमागमार्थं शत्रुशानज् इत्यत्र शप्श्यनोर्नित्यम् आचीनद्योर्नुम् इति सूत्रद्वयमस्ति विशेषतया तर्हि तत्र अङ्गम् अकारान्त अङ्गम् अस्ति चेदेव भवति अतः तनादिगणे यदा विकरणप्रत्ययं योजयामः तदानीम् अकारान्तम् अङ्गं नास्ति उ इति विकरणप्रत्ययः अस्ति इति कृत्वा तत्र करु इति अङ्गं भवति करु इति अङ्गमस्ति तदानीं तत्र नुमागमस्य प्रसङ्गः एव नास्ति इति कृत्वा कुर्वती इति रूपं सिद्ध्यति अस्तु इदानीम् अरविन्द महोदय अग्रे ईहपदधातवः विंशति धातवः येषां लघुपदधातुकारस्य गुणो न भवति अतः तुदादिगणगणे पाणिनिना इमे धातवः स्थापिता लिख् अक्षरविन्यासे लिख् योगः च लिख् योगः आ लिख इति अङ्गं लिखयोगः ति लिखति इति रूपम् ओ विशि ओ विजि भयचलनयोः अपदग्रस्तां करोमि नाम भाययति अपग्रस्तः भवति नाम भयम् अनुभव आपद्ग्रस्तः आपद्ग्रस्तः धन्यवादः आपद्ग्रस्तः नाम भयम् अनुभवति विज योग विजयोगः श विज विज विजयोग आ विज इति अङ्गम् उत् उपसर्गपूर्व धातुः अस्ति उद्विज्यति विजते उद्विजते इति आत्मनेपदरूपम् अस्ति विध विधाने क्रमेण आयोजयति तत्र विधयोगः श विध विधा विधयोगति विदति इति भवति क्षिप प्रेरणे प्रेषयति क्षिप क्षिपति क्षिपते अभिप्रेत्यभिप्रेत्यतिप्य क्षिपः क्षिपा इत्यनेन अपि प्रति प्रति यति इति उपसर्गाः पूर्वं चेत् परस्मैपति एवम् अयं धातुः अभिक्षिपति प्रतिक्षिपति अतिक्षिपति इत्यादि रूपाणि तत्र अङ्गं भवति क्षिप् योगः श योगः क्षिप् योग आ क्षिपा इति अङ्गं क्षिपति तत्र उपसर्ग अभि प्रति अति त्रयाणाम् उपसर्गाणां प्रयोगम् अस्ति चेत् परस्मैपतितरूपमेव भवति इति अस्ति दिपक्षेपे प्रेषयति दिप् योगः श योगः क्षिपा दिप दिपति रिफ कथन कथनयुद्ध निन्दाहिंसादनेषु युध्यते इत्यादिकं रिफ योगः श रिफा इति अङ्गं रिफति इति रूपम् किल शौत्यक्रीडनयोः श्वैत्यक्रीडनयोः श्वेतः भवति क्रीडति इत्यर्थे किल किल् योगः श किल इति अङ्गं किलति इति रूपम् तिल स्नेहने स्नेहः भवति ग्रीसि आयिलि तैलम् आददाति आचरति इति तिलयोगः शयोगः ति तिलयोग अङ्गं तिलति इति रूपम् चिल वसने वस्त्रं शरीरे स्थापयति चिलयोगश्च योगति चिल इति अङ्गं चिलति इति रूपम् इल स्वप्नक्षेपणयोः निन्दां निद्रां करोति प्रेषयति इति इलयोगः शा इला इति अङ्गम् इलति इति रूपम् विल संवरणे छिद्रं करोति भग्नं करोति आच्छादयति विलयोगः शा विला इति अङ्गं विलति इति रूपम् बिल वेदने छेदयति भागे भागे विभागं करोति बिलयोगः शा बिल इति अङ्गं विलति इति रूपम् निल् निल् गहने कठिनतया बोधय बोधति निलयोगश्च निल इति अङ्कं निलति इति रूपम् हिल् भावकरणे हिलयुगश्च हिल इति अङ्गं हिलति मिलसङ्गमे मिलयुगश्च मिल इति अङ्गं मिलति इति रूपं शिल उञ्छे शिलयुगश्च शिला इति अङ्गं शिलति इति रूपम् शिला उञ्चे शिला शिला तत्र दत्वादेशः सः कृत्वा शिलयोगश्च शिला इति अङ्गं शिलति इति रूपम् दिश अधिबस अधिसर्जने दिश् योगः च दिशा इति रूपम् उभयपति अस्ति इति कृत्वा दिशति दिशते इति रूपम् रिष् हिंसायां ऋषियोगश्च ऋषा इति अङ्गं दिशति इति रूपम् लिश् गतौ लिश लिश् युगश्च लिश इति अङ्गं लिशति इति रूपम् विष विष प्रवेशने विष् विष् युगः श विष इति अङ्गं विशति इति रूपम् नेर्विषः इत्यनेन नि उपसर्गपूर्वकः विष् धातोः आत्मनेपदि निवशते इति रूपं भवति विशति हि एण्टर्स् निवशते हि एण्टर्स् इन् अत्र उक्तं यत् नि उपसर्गः भवेत् नो चेत् परस्मैपदे एव मधुनि मधुनि विशन्ति भ्रमरः अत्र नि इति सप्तमी विभक्त्यात्मकं न तु उपसर्गः तत्र नि इति सप्तमी विभक्त्यात्मकं न तु उपसर्गः सूत्रेण नेर्विषः इति सूत्रेण नी उपसर्गपूर्वकः विष्टातुः अस्ति चेत् आत्मनेपदि भवति इति उक्तम् अतः निवश नीविशते इति रूपमस्ति नीविशते इति रूपमस्ति अतः तत्र निवेशते इत्यत्र नी उपसर्गपूर्वकः अस्ति विशति इत्यत्र नी उपसर्गः नास्ति इति कृत्वा परस्मैपदी अस्ति तर्हि नी इति उपसर्गः भवेत् नो चेत् परस्मैपदे एव भवति इति उक्तं तत्र मधुनी विशन्ति भ्रमराः इत्यत्र नी मधुनी इत्यत्र यः नी अस्ति सः तु उपसर्गः नास्ति खलु मधुनी इत्यत्र मधुनी इति सप्तमीविभक्त्यन्तं पदम् अतः मधुनी विशन्ति इत्यत्र नी इति योजयित्वा अत्र नी विशन्ति अतः नी विशन्ते इति न भवितुमर्हति परन्तु मधुनी इति सप्तम्यन्तं पदम् उपसर्गः अस्ति चेदेव आत्मनेपदि विशन्ति इति तु उपसर्गः नास्ति नी उपसर्गः नास्ति इति कृत्वा परस्मैपदि एव भवति तत्र विशन्ति इति उपसर्ग उपसर्ग नी तु कर्तृपदं योजयित सप्तमी भ्रमराः इति तत्र तु नास्ति निविशन्ति भ्रमरा इति निवशन्ते अत्र एवमेव वदति नी इति उपसर्गः अस्ति चेदेव आत्मनेपदि भवति नी इति उपसर्गः नास्ति अत्र तु प्रति उदाहरणं दीयते अत्र किमर्थम् अत्र न भवति नी इति अस्ति खलु पूर्वं विशन्ति इत्यस्मात् पूर्वं नी इति अस्ति खलु पूर्वम् अतः अत्र किमर्थं नी विशन्ते इति नास्ति इति चेत् नी इति उपसर्गरूपेण अस्ति चेदेव भवति केवलं नी पूर्वकः अस्ति चेत् न भवति इति नी फिसिकलि पूर्वम् अस्ति खलु विशन्ति इत्यस्मात् मधु इति धातु नास्ति भगिनी धातु नास्ति मधु इति प्रातिपदिकं पूर्वमस्ति पूर्वमस्ति किन्तु भागः नास्ति न धातु भागः नास्ति धातु अङ्गं नास्ति न सत्यं सत्यं मधुनि मधुनि मधुनि निवसन्ति भ्रमराः सम्यक् वा मधुनि निवसन्ति निवसन्ति भ्रमराः इति भवितुं अनन्तरं नी इति उपसर्गं पूर्वमेव आगच्छति खलु न अन्ते आं नी इति अत्र केवलं प्रति उदाहरणम् इति त्यक्तुमिच्छन्ति चेत् त्यजन्तु अत्र संशयः अस्ति चेत् त्यजन्तु अत्र किं सूत्रे किमुक्तं नी उपसर्गपूर्वकः विष्टातुः अस्ति चेत् आत्मनेपदी भवति अत्र न भवति तावदेव भ्रमरः एव भवति तद् वाक्यं भ्रमः करोति न भ्रमः नास्ति अत्र किमर्थम् उच्यते इति चेत् तत्र कस्यचित् संशयः स्यात् नीपूर्वकः अस्ति खलु किमर्थं नी विशन्ते इति नास्ति इति चेत् अत्र उपसर्गः नास्ति इति वक्तुम् इच्छति एतादृशमेव भवति चिन्तनं शास्त्रे उदाहरणम् एवं रीत्या एव दीयते अत्र किमर्थम् अत्र न भवति इति चेत् अत्र उपसर्गः नास्ति इति वक्तुम् इच्छति तावदेव शास्त्रे प्रति उदाहरणम् एतादृशं भवति अत्र सूत्रात् अत्र वस्तुतः काशिकायामेव दत्तमस्ति तस्मात् इह न भवति मधुनि विशन्ति भ्रमराः इति प्रति उदाहरणं दीयते अत्र किमर्थं न भवति इति चेत् अत्र उपसर्गपूर्वकः नास्ति इति शास्त्रीय उदाहरणमस्ति शास्त्रीय उदाहरणम् एवं रीत्या चिन्तनं भवति ओ नी पूर्वम् अस्ति खलु अतः किमर्थं न भवति इति चेत् अस्ति नी अस्ति परन्तु नी तु उपसर्गः नास्ति अतः न भवति इति प्रति उदाहरणं तावदेव तर्कशास्त्रे तादृशमेव भवति खलु महोदय किं तर्कशास्त्रे तादृशमेव भवति खलु तर्कशास्त्रे एव नास्ति सर्वेषु शास्त्रेषु एवमेव तत्र प्रति उदाहरणं दीयते यदि कोऽपि तत्र सूत्रं नेर्विषः इति वदति चेत् अत्र नेहे विषः इत्यत्र नेहे विषः इति तावदेव उक्तं सूत्रे नेहे विषः इत्यत्र ने इति पञ्चम्यन्तम् अस्ति अतः नीपूर्वकः इति वयम् अवगन्तुं शक्नुमः नीपूर्वकः विषः इति उक्तं तर्हि सूत्रे तावदेव उक्तम् उपसर्गः इति किमपि न उक्तं नीपूर्वकः विष्टातुः अस्ति चेत् आत्मनेपदं भवति इति उक्तं परन्तु नीपूर्वकः विष्टातुः इति चेत् तत्र उपसर्गः एव भवितुमर्हति यतोहि धातोः प्राक् भवति उपसर्गः नीपूर्वकः विश् इत्युक्ते उपसर्गः तर्हि तस्य कस्यचित् संशयः भवति नीपूर्वकः अस्ति खलु मधुनी विशन्ति इत्यत्र नीपूर्वकः अस्ति खलु तर्हि किमर्थं तत्र न भवति इति चेत् नीपूर्वकः तु अस्ति परन्तु उपसर्गः नास्ति इति कृत्वा न भवति अतः सूत्रस्य आशयः यत् नी उपसर्गपूर्वकः विश् धातुः अस्ति चेत् एव आत्मनेपदत्वं भवति न तु अन्यत्र इति प्रति उदाहरणं दत्तमस्ति तावदेव उदाहरणम् उत्तममस्ति भगिनि चिन्तनं समीचीनम् आम् अस्तु तर्हि अत्र स्थगयामः समयः अतीतः कृपया तत्र किञ्चित् अभ्यासं कुर्वन्तु अत्र बहूनि बहवः दातवः दत्ताः तेषां रूपाणि अपि दत्तानि लट्लोट्लं विदिलिङ्ग् एतेषां पुनस्मरणं कुर्वन्तु मधु इत्युक्ते हनि नास्ति वा हनि एव हनि एव हनि हनि एव भ्रमराः पुष्पे विशन्ति न तु मधु हनि एव मधु बीस् आर् एण्टरिङ्ग् इन् टु दि मधु इन् एण्टरिङ्ग् इन् टु हनि दे आर् गेदरिङ्ग् हनि काशिककारः इदानीं कुत्र अस्ति तम् उक्त्वा वदामः भगिनी अस्तु भवती प्रयत्नं करोतु भगिनी भगिनी अहं राज्ञी अस्मि अत्र फार् अदर् फैव् वीक्स् ऐ वोण्ट् बि अवेलेबल् हियर् अट्लीस्ट् फार् अवर् टु मन्त्स् ऐ वोण्ट् बि अवेलेबल् इफ् ऐ एम् गोयिङ्ग् औट् टु द आश्रम् फार् अ क्याम्प् बट् ऐ डोण्ट् नो वेदर् ऐ विल् बि हेविङ्ग् ए इण्टर्नेट् देयर् आर् नाट् If possible, I will attend the classes. Otherwise, I will listen to your recordings beginning. Astu, astu. Bahu samichinam bhagini. Dhanyavadaha suchana. Aham na bhavami atra mama grihe. In the ashram, I don't know whether I will get the internet at proper place to get connected. If possible, I will be in the class. If not, I will attend the dhanyavadaha bhagini. Astu, astu. Nasti chinam. Dhanyavadaha. ओके भगिनि थेङ्क् यू धन्यवादः नमस्कारः धन्यवादः धन्यवादः